पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 205 शिवशर्मोवाच एकदात्र महातीर्थे पङ्गे मग्नां पयस्विनीं दृष्ट्वा स राक्षसश्रेष्ठस्तामुद्धर्तुं प्रवेशः गोरक्षणे महान् धर्मो रक्षतु स्वर्गतिर्भवेद चिन्तयन्निति मध्ये तु सगृहीतोऽम्बुहस्तिना नीतस्तु वारिणो धस्ताज्जलपूर्णोदरस्तदा तत्याज जीवितं सद्यस्तेन पीडितविग्रहः दिव्यरूपं समास्थाय विमानमपि ठौकितं गणेन प्रहितेनाथ दैवैरिन्द्रपुरोगमैः गच्छन्निधि मया पृष्टः स निशाचरपुङ्गवः मुक्तिदेत्र महातीर्थे मृत्युं प्राप्य सुदुर्लभे कथं देवपदप्राप्तिर्जाता तव महामते युत्युक्तो मामुवाचेतं वाञ्छासीदत्र मे नख तस्मिन् गते पुण्यजने स्वर्गं पुण्यवदां पदम् एकाकिना मया विष्णुसद्गतिः प्रापितस्तदा गच्छं तिष्ठन् स्वपन् जाग्रस्नानं कुर्वंश्च नित्यशः तमेव पुण्डरीकाक्षमहं दद्यावनन्यधीः हरे तव पदाम्भोजमहं शरणमागतः ब्रह्मत्वे च महेशत्वे नेन्द्रत्वे मम मानसं प्रार्थयन्नित्यहं ताद तमेव पुरुषोत्तमम् उषितोत्र महातीर्थे कृत्वा निर्विषयं मनः विष्णुशर्मोवाच वसतोत्र महातीर्थे मरणं चेत्तवा भवत कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः मर्यादां यस्य तीर्थस्य त्यक्त्वापि धनलोभतः राक्षसान्मरणं प्राप्ताः पथिकस्ते च वाहकाः यस्य तीर्थवरस्यास्य जलपानादिवं गदाः तथैव राक्षसोऽप्यस्मिन्नपमृत्युमवाप्यसः नक्रतस्वेच्छया स्वर्गं जगाम तव पश्यतः ननूनं तत्र मरणं जातं यज्जन्म दृश्यते नारद उवाच शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः उवाच पूर्ववृत्तान्तं कारणं निजजन्मनः शिवशर्मोवाच विष्णुशर्मन् शृणुष्वेदं कारणं मम जन्मनः कथयामि तवाग्रेहं श्रुत्वा निःसंशयो भव एकदा विष्णुपूजायां मयि ध्यानं समास्थिते दुर्वासा प्रकृतिक्रोधी ममाश्रममुपागतः तमागतमविज्ञाय विष्णुध्यानपरायणः तस्तिवांस्तद वस्थोऽहं चिरं तं नाम संस्मरन् समुहूर्तं मुनिस्थित्वा ममाग्रे क्रोधमूर्च्छितः आत्मनात्मान माहेदमुच्चैरारक्तलोचनः दुर्वासा उवाच अहो अत्रैरहं पुत्रो न सूया गर्भसम्भवः शिवांशो मानुषेणालमवज्ञादो मुनाभवम् त्रिलोकीराज्यदशक्रो मया येन प्रपादितः तं मामपि मनुष्योऽयमवजानादि दुर्मदिः यो बिभेदि न कस्सोदि मत्तःकालानलादिव मुक्त्वा देवत्रयीं लोके यत सार्हतमा श्यामासौ ध्यायते मूढो देवतां ध्यानमास्थितः न कथं बोधयत्येनं सेदि मूर्तिस्थितो यमः नूनं नारायणं देवं ध्यायत्येष जगद्गुरुं यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् हरिं वा ब्रह्म वा शम्भुमन्यं वा ध्यायतामहं मयायं सर्वथा दण्ड्यो मदवज्ञाकरोह्ययं शिवशर्मोवाच एवं विचिन्तयित्वा स सुमतिं मामबोधयत शशाप च विबुद्धं मामिति क्रोधारुणे क्षणः मामवज्ञाय यश्चित्ते ध्यानकाले मनोरथः कुतस्तेन भवेह्यस्मिन् भविष्यदि हि सर्वथा इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः तदा मया चरणयोर्गृहीतो भयभीरुणा इत्युक्तश्च मुनिश्रेष्ठक्षम्यतां रुड्विमुच्यताम् मादृशान विजानन्ति सम्यक् कर्म भवादृशाम् शापं त्वं दत्तवान् घोरं साम्प्रतं मे निरेन सह प्रसीद मम नम्रस्य शापान्ते कुर्वनुग्रहम् युत्युक्तकोपमुत्सृज्य दुर्वासा शीतलोऽभवद किमे तन्नोचितं तात स यदश्चन्द्रशेखरः उवाचेदि समां धीमां स्तम्भूत्वा ब्राह्मणोत्तमः अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे इति मामनुगृह्याथ स जगाम दिगम्बरः उषित्वा तद्दिनं ताद मया सत्कारपूजितः न मुनेर्भाषितं मिथ्या चिन्तयित्वाहमित्यपि जगाम स्वगृहं चित्ते पश्चात्तापं वहन्निधि अहो मे ध्यायतो नित्यं सतीर्थाश्रमिणस्तथा दर्शनं दुर्लभं जातं श्रीपदेरिह जन्मनि चादकस्येवमेकस्य शुचौ सन्तापकारिणि कुतोऽयमागतो मह्यं वैकुण्ठ गतिरोधकः जनस्य प्रस्थितस्येव जलदो कालवारिमुख न दोषोऽस्ति मुनिर्नूनं तस्यैवेच्छा हरेः खलु सुदर्शनं हि दत्त्वापि मम जन्मान्तरं कृतं मया संसारभिदेन ग्राह्यं पादाम्बुजं हरेः निदाकादपतप्तेन पथिकेनैव पादपः किं धनापत्ययोषिद्भिरनित्यैश्चान्यबन्धुभिः गोविन्दपरमानन्द रामेदि मम जल्पदः उदासीनवदासीनकुटुम्बेषु हरिं भजन् प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्यतर्जयन् चिन्तयन्नित्यहं तात कियद्भिर्वासरैरहं प्राप्तवान् स्वगृहं स्नात्वा हरिपादोदकान्तरे पितुर्मरणमाख्यातं मात्रे बन्धुभ्य एव च श्रुत्वा तेऽपि शुचं चक्रुर्नाविन्दन्नि मम स्थिरम् सत्यलोकादिलोकेषु निःस्पृहोऽहं गृहे वसन् मरणं प्राप्तवान् कुले गङ्गाया मुनिसेविते मुनेर्दुर्वासशापाज्जादोऽहं वैष्णवे कुले मरणं चात्र सतीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् नारद उवाच एवं सुराचार्य विनिर्मिदे तदा तीर्थे महाभागपुरा कृतानि तौ द्विजोत्तमौ प्रोच्यमिदः सुदस्तस्तुर्विचिन्तयन्तौ हरिपादपल्लवं विचिन्तयन्तौ हरिमब्जलोचनं चतुर्भुजं नीरद नीलविग्रहं निजायुधालङ्करणावभासितं स्मृत्वात्र सारूप्यमवापदुर्हरेः यस्य क्षेत्रमिमं पुण्यमिन्द्रप्रस्ताख्यमुत्तमं तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु गङ्गास्नानेन यत्पुण्यं कन्यादानोद्भवं च यद् श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः पुत्रे जादे तु गोदानात् सिंहगे च बृहस्पतौ गोदावरीजले स्नानाद्यद्फलं भुवि जायते तद्फलं श्रवणादस्य जायते नात्र संशयः अधस्तीर्थोत्तमाद्धन्यतीर्थं नास्त्यखिलार्थदं यस्मिन्मरणतो नूनं तिर्यञ्चोऽपि चतुर्भुजाः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमहात्म्ये निगमबोधोपाख्यानं नाम पञ्चाधिकद्विशततमोऽध्यायः ॐ